तर्हि बहु दिनेभ्यः भग्नं बहुदिनेभ्यः अत्र भग्नं भवति, तस्य कृते क्षम्यतां। मम गृहे कार्याणि सन्ति बहूनि, इदानीं सर्वं कुशलमस्ति, अतः नियमितरूपेण वर्गं कुर्मः। अस्तु, तर्हि गतवर्गे क्षत्रन्तानां सुबन्तनिर्माणम् इति विषयः अस्माभिः आरब्धः। अस्माभिः क्षत्रन्तप्रातिपदिकनिर्माणपद्धतिः अस्माभिः दृष्टा पूर्वमेव। इदानीं प्रातिपदिकम् अस्ति, प्रातिपदिकात् सुबन्तपदं कथं निर्मीयते इति इदानीम् अस्माकं विषयः अस्ति। खलु? तर्हि पुल्लिङ्गे कथं भवति, स्त्रीलिङ्गे कथं भवति इति अस्माकं विषयः अस्ति। अस्माभिः दृष्टं यत् पुल्लिङ्गप्रातिपदिकनिर्माणं कथं भवति, नपुंसकलिङ्गप्रातिपदिकनिर्माणं कथं भवति, स्त्रीलिङ्गप्रातिपदिकनिर्माणं कथं भवति इति सर्वं अस्माभिः दृष्टं, खलु? हा, इदानीं किं कुर्मः, कुत्र आसीत्? हा, इदानीं प्रातिपदिकनिर्माणं भवति। अत्र प्रथमः भागः अस्ति, तत् अस्माभिः पठितं, शत्रन्तानां सुबन्तनिर्माणम् इति करपत्रस्य द्वादौ तुदादौ प्रत्येकगणे कथं भवति। तर्हि अजादि अपि इति रूपं यथा तिङन्तरूपेषु भवति तथैव अत्र अपि शत्रन्तरूपं भवति, अजादि अपि एव इव। अस्तु, तदनन्तरम् अस्माभिः दृष्टं यत् द्वादिगणे तुदादि, दिवादिगणे चुरादिगणे, त्रिलिङ्गे नित्यानुमागमः भवति, तुदादिगणे अदादिगणे च ये अकारात् धातवः सति तस्य कृते वैकल्पिकनुमागमः भवति, अन्यत्र सर्वत्र नुमागमः कदापि न भवति। यथा अदादौ ये अकारान् धातवः न सन्ति, अथवा वि जुहोत्यादिगणधातवः, स्वादिगणधातवः, तनादि, क्रयादिरुधादि, तत्र कुत्रापि नुमागमः न भवति इति अस्माभिः पूर्वमेव पठितम्। तदनन्तरं अस्माभिः इदानीं नूतनविषयः अस्ति शत्रन्तानां नुम आगमव्यवस्था। शत्रन्तानां नुम आगमव्यवस्था इति अस्ति सुबन्तप्रकरणे, तस्मात् अग्रे गच्छामः। अस्तु, तर्हि मीना महोदय आरभतु, शत्रन्तानां नुम् आगमव्यवस्था। शत्रन्तानां नुम् आगमव्यवस्था, शत्रन्तानां कृते षट् नुम् विधायकसूत्राणि, उगितचां सर्वनामस्थाने अधातोः सर्वनामस्थानसंज्ञकः प्रत्यये परे धातु भिन्न उगितः नुमागमो भवति। श्रूयते वा? अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगितचाम् अङ्गानां नुम् इति धातु उगितश्चेत् सर्वनामसंज्ञकप्रत्यये परे सुबन्तेषु तत्र धातु उगितस्ति चेत् न, सर्वनामस्थानसंज्ञकप्रत्यये परे धातु भिन्न, धातु न भवेत्, धातु न भवेत् परन्तु उगित अङ्गम् अस्ति चेत् तस्य नुमागमः भवति। इदानीम् उगित् इति शब्दस्य अस्मिन् पाठे किं महत्त्वं महोदय? उगित् इत्युक्ते किम्? उगित् इति धातुतः यत्र यत्र उकारः इत्सम्यकः वर्णः अस्ति चेत् उगित् इति अस्ति। उकारः इत्सम्यकः न, उगितचाम् इत्युक्ते उक् उक् प्रत्याहारस्य इक्त संज्ञावर्णः अस्ति। उक् उक् प्रत्याहार इत्युक्ते किम्? ओ ऊरुल् ऊरुल् इति वर्णस्य इत् संज्ञा अस्ति चेत् तत् उगिद् अस्ति. इदानीं तत्र शत्रन्तरूपं यत् अस्ति तत् उगिद् अस्ति. किमर्थम् शत्रन्तप्रातिपदिकरूपम् उगित् अस्ति? किमर्थम् शत्रन्तप्रातिकम् अस्ति अस्ति भवति. ऊर् एव शत्रु तत् ऋ अस्ति. शत्रुमध्ये ऋकारस्य ऋ वर्णस्य इति संज्ञा भवति खलु. ऋवर्णः उपप्रत्याहारे अस्ति, अतः शत्रन्तरूपम् उगित् अङ्गम् अस्ति. शत्रन्तप्रातिपदिकं यत् अस्ति तत् उगित् अङ्गम् अस्ति. तस्मात् अनन्तरं यदि सर्वनामस्थान संज्ञकप्रत्ययः अस्ति चेत् नुमागमः भवति. इदानीं सर्वनामस्थानसंज्ञकप्रत्ययः किम् अस्ति, प्रत्ययः कः अस्ति, अग्रे पश्यामः. अस्तु अग्रे. नपुंसकस्य जलचः. नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य च नुम् आगमो भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः अङ्गस्य नुम् सर्वनामस्थाने. सर्वनामस्थानम् इति पञ्च सु औज सम्मौ षस् एव सर्वनामस्थानं किल. प्रतीक्षां करोति, अग्रे आगच्छतु. नपुंसकस्य जलचः नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य च नुम् आगमो भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः अङ्गस्य नुम् सर्वनामस्थाने द्वितीयसूत्रमस्ति. प्रथमं सर्वनामस्थाने अधातोः उगितच्छामङ्गानां नुम्. द्वितीयसूत्रं नपुंसकस्य जलचः अङ्गस्य नुम् सर्वनामस्थाने. न अभ्यस्ता शतुः अभ्यस्तसंज्ञकात् शत्रु प्रत्ययस्य नुम् आगमो न भवति. अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् अभ्यस्त अङ्गात् यदि अभ्यस्त किं महोदय जुहोत्यादिगणीय किमपि अस्ति जुहोत्यादिगणः ओके वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम् आगमो भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्ता शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने. ओके आत् एकनिमिषम् अभ्यस्त अङ्गस्य नुमागमः अभ्यस्त अङ्गात् शत्रिप्रत्ययः अस्ति चेत् तस्य नुमागमः न भवति इति सामान्यसूत्रं. तस्य विकल्पेन नपुंसकलिङ्गे परन्तु विकल्पेन नुमागमः भवति. नुमागमः भवति विकल्पेन. आत् शी नद्योर्नुम् शी प्रत्यय वा नदीप्रत्ययः परे अस्ति चेत् अवर्णात् अङ्गात् शत्राङ्गस्य विकल्पेन नुम् आगमः भवति. किं महोदय पुनः पठतु. आत् शी नद्योः नुम् शी प्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुमागमः भवति. अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुम् शीनद्योः. तर्हि शी नदीप्रत्यय इत्युक्ते स्त्रीलिङ्गप्रत्ययः अस्ति, अतः स्त्रीलिङ्गे अस्य सूत्रस्य कार्यं भवति. तर्हि स्त्रीलिङ्गप्रत्ययः अग्रे अस्ति चेत् न अन क्रमः कीदृशः अस्ति. अवर्णात् अङ्गं नाम अकारान्त अङ्गम् इति अस्ति. तदनन्तरं शत्रिप्रत्ययः अस्ति. तदनन्तरं नदीप्रत्ययः अथवा क्षीप्रत्ययः अस्ति चेत् किं भवति? तत् क्षत्रन्ताङ्गस्य विकल्पेन नुमागमः भवति. तर्हि अकारान्त अङ्ग, तदनन्तरं क्षत्रिप्रत्ययः, तदनन्तरं नदीप्रत्ययः. तर्हि क्षत्रिप्रत्ययात् प्राक् अकारान्त अङ्ग कस्मिन् कस्मिन् गणे भवति? कस्मिन् गणे भवति? क्षत्रिप्रत्ययस्य कृते अङ्गम् अकारान्त भवेत् इति स्थितिः कस्मिन् कस्मिन् गणे भवति? भुवादि भुवादौ, दिवादौ, तुदादौ, चुरादौ, अपि च अदादिगणस्य अकारान्त धातुः, खलु? अदादिगणस्य अकारान्त धातुः. जुहोत्यादिगणे अपि भवति वा महोदय? जुहोत्यादिगणे अस्ति, परन्तु किं प्रथमं नाभ्यस्तात् शतुः अभ्यस्तसंज्ञक अस्ति अङ्गं चेत् तत्र क्षत्रिप्रत्ययस्य नुमागमः न भवति. जुहोत्यादिगणे अभ्यस्तसंज्ञक अस्ति खलु, अतः तत्र नुमागमः न भवति यद्यपि अङ्ग अकारान्त अस्ति. अस्तु, तर्हि अभ्यस्तात् अङ्गाचतुः सूत्रेण तर्हि भ्वादिगणे, तुदादिगणे, दिवादि, तिवादि, तुदादि, शुरादि, उभवादि अकारान्त धातु अस्ति चेत् तत्र त्रिलिङ्ग प्रातिपदिकनिर्माणे नुमागमः विकल्पेन भवति इति सामान्यसूत्रम्. तदनन्तरं विशेषसूत्रं किमस्ति, अग्रे पठतु. शप् शनोर्नित्यम्, शप् शनोर्नित्यं, शी प्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत्, श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शप् श्यन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमः भवति. अनुवृत्तिसहितसूत्रं शप् शनोर् आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः. तर्हि आचीनद्योर्णं भवति अवर्ण अङ्गमस्ति चेत् विकल्पेन उमागमः भवति, परन्तु इदं सूत्रं किं वदति? अवर्णम् अङ्गमस्ति खलु, अस्तु, परन्तु तत् अवर्ण अङ्ग शप् श्यन् प्रत्ययोः भवति. शप् श्यन् प्रत्ययोः यदि अवर्ण अङ्ग भवति तत्र विकल्पेन न, परन्तु नित्य उमागमः भवति. इदानीं शप् श्यन् प्रत्ययान्त अङ्ग कस्मिन् कस्मिन् गणे भवति? भुवादिगणे अपि च दिवादिगणे. तर्हि भ्वादिगणे, दिवादिगणे नित्यनुमागमः भवति, तुदादिगणे, चुरादिगणे, अदादिगणस्य अकारान्तधातूनां कृते विकल्पेन उमागमः भवति, अन्यत्र सर्वत्र उमागमः न भवति. आची नद्योर्नुं शप्शनोर्नित्यम् इति सूत्रद्वयेन वयं ज्ञातुं शक्नुमः कस्मिन् कस्मिन् गणे त्रिलिङ्गशत्रन्तरूपनिर्माणस्य कृते कस्मिन् कस्मिन् गणे नित्यनुमागमः भवति, विकल्पेन उमागमः भवति, उमागमः न भवति. अस्तु, आं महोदय. प्रश्नाः सन्ति वा? न महोदय, नास्तु. अस्तु, अग्रे गच्छामः. मलर् महोदय पठति वा? अश्रूम्य महोदय, अदिति भवत्याः भवती कस्य कथमस्ति इदानीं? सम्यक् अस्ति महोदय, अस्ति सम्यक् अस्तु. श्रूयतु, शृणोतु. अग्रे विजय महोदय पठतु. अस्तु महोदय, नमस्कारः. पुल्लिङ्गे एव खलु? उहिदशां सर्वनामस्थाने अधातोः नवसु गणेषु नुं भवति. नवसु गणेषु नाभ्यस्ताच्छतुः जुहोत्यादि जुहोत्यादौ न भवति. अतः अत्र उहिदशां सर्वनामस्थाने अधातोः अत्र नुं विषये उहिदशाम् इति उक् उदित् अस्ति. अत्र सर्वनामस्थाने सो जस् अम् औट् इति अधातोः धातुः यत्र नास्ति तत्र नवसु गणेषु नुं भवति जुहोत्यादि गण विहाय. अत्र तावदेव. सुडनपुंसकस्य सुडनपुंसकस्य सुट् प्रत्यहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. नपुंसकलिङ्गे शप्स्यनोर्नित्यं द्विवचने द्वादौ द्विवादौ चुरादौ निम् नुम् नित्यम् इति भवति. द्विवचने एव तर्हि पुलिङ्गे व्यवस्था कीदृशमस्ति? अस्माभिः यद् नुम् आगमसूत्राणि अस्माभिः पठितानि, तैः नुमागमव्यवस्था कथं भवति? सर्वनामस्थानसंज्ञकप्रत्ययः प्रथमं तु अस्ति. सर्वनामस्थानप्रत्ययः किं? तर्हि सूत्रमस्ति सुट् अ नपुंसकस्य. तर्हि सुट् प्रत्याहारे ये प्रत्ययाः सन्ति, नाम सु औ जस् अम् औट्, एते पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः उच्यन्ते पुलिङ्गे स्त्रीलिङ्गे च. अनपुंसकस्य नपुंसकलिङ्गे तु सर्वनामस्थानकसंज्ञकप्रत्ययाः न उच्यन्ते. तर्हि पुलिङ्गे सु औ जस् अम् औट् इति सर्वनामस्थानसंज्ञकप्रत्ययः. एतेषु पञ्चसु प्रत्ययेषु यदि कोऽपि प्रत्ययः परे अस्ति तर्हि पुलिङ्गे यत् शत्रन्तरूपमस्ति तस्य किं भवति? नुमागमः भवति. तस्य नुमागमः भवति. उदाहरणं किमस्ति? पठत्. पठत् इति किमस्ति मया क्षम्यताम्. अग्रे पश्यामः. तर्हि तस्य उगित् अङ्गस्य अनुमागमः भवति. उगित् अङ्गम् इत्युक्ते किं? तत् शत्रन्तप्रातिपदिकम् इति अङ्गम् अस्ति, तस्य अनुमागमः भवति. नाम पुलिङ्गशत्रन्तप्रातिपदिकं योगः सु औट् जस् अम् औट् इति पञ्च प्रत्ययः सन्ति चेत् प्रातिपदिकस्य अनुमागमः अस्ति. अस्तु, कथम् इदानीं कथम् उदाहरणं किमस्ति पश्यतु. पठत् इति पुलिङ्गशत्रन्तप्रातिपदिकम् अस्ति. पठत् पठ् धातोः पठत्, तस्य प्रथमाविभक्ति द्विवचनरूपं किं भवति पुलिङ्गे? पठन्तौ पठन्तः सर्वत्र नकार इति श्रूयते खलु, तत् नकारः नुमागमः अस्ति. पठत् योगः औ द्विवचनरूपं पठत् योगः औ, तत्र पठत् तस्य नुमागमः भवति. नुमागमः कुत्र आगच्छति? निदच्योन्त्यात् परः इत्यनेन अन्तिम अच् वर्णानन्तरम् आगच्छति. पठत् मध्ये ठकारोत्तरवर्ती अकारात् एव नकारः भवति. तर्हि पठन्त् योगः औ रूपं किं भवति? पठन्तौ. अनेन सूत्रेण एव तत्र नुमागमः भवति उगिदचां सर्वनामस्थाने धातुः. परन्तु सर्वनामस्थानं नास्ति चेत् नुमागमो न भवति. पश्यतु द्वितीयाविभक्ति बहुवचनं किम् अस्ति, पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः, तत्र नुमागमः न अस्ति. किमर्थं? यतोहि सुस् प्रत्ययः यत् अस्ति सः सर्वनामस्थानसंज्ञकः नास्ति, अतः तत्र नुमागमः न भवति. अन्य कुत्रापि नुमागमः भवति. पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः पठता पठद्भ्यां पठद्भिः पठते पठद्भ्यां पठद्भ्यः पठतः पठद्भ्यां पठद्भ्यः पठतः पठतोः पठतां पठति पठतोः पठत्सु. कुत्रापि नुमागमः न भवति, केवलप्रथमपञ्चरूपेषु एव भवति अनेन सूत्रेण. खलु? अस्तु, अग्रिमसूत्रं किमस्ति? पुल्लिङ्गे अस्ति नाभ्यस्ताच्छतुः. अभ्यस्त अङ्गमस्ति चेत् तत्र न भवति, अभ्यस्त अङ्गमस्ति चेत् तत्र न भवति. अभ्यस्तसंज्ञकात् क्षत्रिप्रत्ययस्य नुमागमः न भवति. अभ्यस्तसंज्ञकात् क्षत्रिप्रत्ययस्य नुमागमः भवति. अनेन सूत्रेण जुहोत्यादिगणौ न भवति. तर्हि यत्र ददत् इति अस्ति, ददत् तत्र ददत् इति शब्दस्य प्रातिपदिकस्य किं भव कथं भवति? ददत् ददतौ ददतः ददतं ददतौ ददतः, तत्र नुमागमः न भवति. केन केन सूत्रेण? नाभ्यस्ताच्छतु पुलिङ्गे. अस्तु, सर्वे अवगच्छन्ति वा? आं महोदय. आं महोदय. मम एकः प्रश्नः अस्ति, प्रश्नः अस्ति. षी प्रत्ययः इति कोऽपि जानाति वा किमस्ति? दीर्घ नपुंसकलिङ्गीङ्ग् इति धातोः खलु, स्वप्ने शीङ्ग् स्वप्ने न न न धातु तत्र नपुंसकवचने षी भवति नपुंसक षी षी जीरो षी षी देशे एकनिमिषः किं भवति नपुंसकलिङ्गस्य द्विवचने षी आदेशः भवति षी इति आदेशः दीर्घषी वा आम् षी षी इति तस्यापि षी इति द्विवचने दीर्घ इकारः द्विवचने दीर्घ महोदय तत्र स्त्रीलिङ्गे अपि षी आदेशः भवति स्त्रीलिङ्गे अपि द्विवचने षी आदेशः भवति औ औडाप इति तत्र आवन्तात् तत्र औ षी आदेशः भवति नपुंसकाच्च इति सूत्रेण तत्र दत्तमस्ति अत्र नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षी आदेशः भवति इति अस्ति तत्र दत्तमस्ति अधः अस्ति तर्हि आचीर् दीर्घ अस्तु ह्रस्वशी तु द्विवच बहुवचने भवति खलु तत् सर्वनामस्थानात् अस्ति तत् ह्रस्वशी इति अस्तु आम् एतद् भिन्नम् अस्तु तर्हि विजयमहोदय अग्रे पठतु नपुंसकलिङ्गे आं महोदय नपुंसकलिङ्गे शक्ष्यनोर्नित्यं द्विवचने द्वादौ द्विवादौ चुरादौ नुं नित्यं भवति आचीनर् आचीनद्योर्नुम् सुधादिगणे द्विवचने नुं वैकल्पिकं विकल्पेन भवति एकस्मिन् पक्षे नुं भवति अन्यस्मिन् पक्षे नुं न भवति नपुंसकस्य जलचः बहुवचने नवसु गणेषु नुं नित्यं भवति जुहोत्यादि गणविहाय अनन्तरं वा नपुंसकस्य जुहोत्यादिगणे बहुवचने नुं वैकल्पिकं नपुंसकाच्च नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशो भवति औ इति प्रथमविभक्ति द्विवचने द्वितीयविभक्ति द्विवचने औ प्रत्ययस्य स्थाने षि आदेशः भवति अनन्तरं जशशोः षि नपुंसकात् अङ्गात् जस् षस् प्रथमपुरुष बहुवचनं द्वितीय क्षम्यतां प्रथमविभक्ति बहुवचनं द्वितीय विभक्ति बहुवचने इत्यनयोः स्थाने षि आदेशः भवति षि सर्वनामस्थानं षि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति सर्वज्ञानसंज्ञा सुडनपुंसकस्य न अत्र सु जस्ट् अमौट् इति सर्वनामस्थानसंज्ञा भवति शि इति अत्र इतोपि किञ्चित् वदतु महोदय इदानीं पुलिङ्गव्यवस्था अस्माभिः दृश्यते इदानीं नपुंसकलिङ्गव्यवस्था कीदृशी इति वयं पश्यामः प्रथमं तु पुलिङ्गे सु औजस् अम् औट् इति पञ्चप्रत्ययानां किं भवति सर्वनामसंज्ञा भवति अस्तु इदानीं नपुंसकलिङ्गे अपि प्रत्यादेशः भवति किमस्ति प्रथमं तु नपुंसकाच्च इति एकं सूत्रमस्ति तत्सूत्रं किं वदति नपुंसकम् अङ्गमस्ति चेत् तस्मात् अनन्तरं य औ प्रत्ययः अस्ति नाम प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनम् सु औ जस् औ अम् औट् शस् औट् इति प्रत्ययद्वयम् अस्ति तस्य स्थाने शी आदेशः भवति दीर्घशी आदेशः भवति इति एकम् अस्ति तदनन्तरं यत् प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचनमस्ति जस् शस् तस्य तयोः स्थाने शि ह्रस्व इ शि नपुंसकं भवति आहत्य नपुंसकलिङ्गप्रातिपदिकम् अस्ति चेत् प्रथमाविभक्ति द्वितीयविभक्ति द्विवचनप्रत्ययदस्ति औ तस्य स्थाने शी इति भवति आदेशः प्रथमाविभक्ति द्वितीयविभक्ति बहुवचनप्रत्याये सन्ति जष् षस् तयोः स्थाने नपुंसकलिङ्गे षि इति प्रत्ययः ह्रस्वषि अपि च इति यत् ह्रस्वषि इति प्रत्ययः अस्ति तस्य सर्वनामस्थानसंज्ञा भवति केन सूत्रेण षि सर्वनामस्थानम् इति नपुंसकलिङ्गे किञ्चित् वैशिष्ट्यं भवति अस्तु इदं दृष्ट्वा अग्रे गच्छामः इदानीम् अस्माभिः नपुंसकलिङ्गस्य कृते नुमागमसूत्राणि सन्ति अस्माभिः पूर्वं पठितानि तत्र के के कानि कानि सन्ति नपुंसकस्य जलस्य वा नपुंसकस्य इदानीम् आचीर्नद्योर्नुम् शप्शनोर्नित्यम् अस्मिन् अत्र अत्र सूत्रद्वये किमस्ति परे नदीप्रत्ययः भवेत् अथवा नदीप्रत्यये मया उक्तं स्त्रीलिङ्गप्रत्ययः अस्ति नीत् प्रत्ययः तत्र अस्ति तर्हि नदी इति तस्य स्त्रीलिङ्गे इति महत्त्वमस्ति परन्तु शी अपि अस्ति खलु आक्षी शीयप्रत्ययः अस्ति तस्य महत्त्वं किं नपुंसकलिङ्गे प्रथमविभक्ति द्वितीयविभक्ति बहुवचने द्विवचने तस्य महत्त्वं तत्र अस्ति तत्र यदि अवर्ण अङ्गं नाम अकारान्तम् अङ्गमस्ति तस्य अनन्तरं शत्रिप्रत्ययः अस्ति तस्मात् अनन्तरं शीप्रत्ययः अस्ति एतादृशी स्थितिः कुत्र भवति भ्वादिगणे दिवादिगणे तुदादिगणे एकनिमिषम् आचीर्नद्योर्नं शप्शनोर्नित्यम् इति सूत्रद्वयं दृष्ट्वा किं वयं शक्नुमः स्थिति निमित्तं किम् अवर्णात् अङ्गम् अकारान्त अङ्गं तदनन्तरं क्षत्रिप्रत्ययः तदनन्तरं नपुंसकलिङ्गशीप्रत्ययः तर्हि अकारान्त अङ्गम् अस्माभिः कुत्र कुत्र अस्ति अस्माभिः पठितं भवादि दिवादि तुदादि चुरादि अदादि अकारान्तमङ्गम् अथ शप् शनोर्नित्यम् इत्यनेन शप् शन् प्रत्ययः अस्ति चेत् नुमागमः नित्यं भवति तर्हि भवादिगणीय अथवा दिवादिगणीय अङ्गं योगः क्षत्रिप्रत्ययः योगः नपुंसकलिङ्गस्य शीप्रत्ययः नाम प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनम् इति स्थितिः अस्ति चेत् तत् यत् शत्रन्तमङ्गम् अस्ति नपुंसकलिङ्गशत्रन्तमङ्गम् अस्ति तस्य नित्यं नुमागमः भवति उदाहरणमस्ति पठत् खलु पठत् अस्ति पठत् इति वादिगणीय अस्ति नपुंसकलिङ्गे पठत् इति प्रातिपदिकस्य प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनरूपं किं भवति पठत् पठन्ति इति भवति पठन्ति पठन्ति इति भवति वा अथवा पठति आम् पठन् पठत् पठन्ति अपि च पठन्ति पठन्ति भवति खलु गच्छति वा सम्यक् भवति महोदय गच्छति गच्छत् वाहनं गच्छन्ति वाहने गच्छन्ति वाहनानि इति सम्यक् तर्हि गच्छन् गच्छत् इति भवति गच्छत् वाहनं नपुंसकलिङ्गे गच्छन्ति तर्हि गच्छन्ति कथं भवति तर्हि गच्छत् योगः गच्छत् इति प्रातिपदिकं नपुंसकलिङ्गं योगः शी शी मध्ये शकारस्य संज्ञा गच्छत् योगः ई इदानीं शप्शनोर्नित्यम् इति सूत्रेण गच्छत् तत्र नित्यनुमागमः भवति तर्हि गच्छन्त् योगः ई गच्छन्ति इति रूपं भवति द्विवचनरूपम् अनेन सूत्रेण शप्शनोर्नित्यं परन्तु तुदादिगणे विकल्पेन भवति लिखत् लिखत् लिखन्ति अथवा लिखति लिखन्ति अथवा लिखति नपुंसकलिङ्ग द्विवचनरूपं लिखन्ति अपि सम्यक् अस्ति लिखति अपि सम्यक् अस्ति इति अस्तु तदनन्तरं परन्तु पश्यतु प्रथम एकवचनरूपे नुमागमः न भवति गच्छत् इति भवति गच्छन् न भवति नपुंसकलिङ्गे किमर्थं पुल्लिङ्गे तु गच्छन् भवति परन्तु नपुंसकलिङ्गे गच्छत् किमर्थं भवति कोऽपि वक्तुं शक्नोति वा अस्माभिः सूत्राणि दृष्टानि वदतु कोऽपि वक्तुं शक्नोति वा गच्छन् इति रूपं भवति परन्तु गच्छन् भवति चेदपि नपुंसकलिङ्ग गच्छत् भवति एकवचने प्रथमविभक्ति एकवचनं कोऽपि वदतु तत्र सर्वनामस्थान इति अस्ति अत्र प्रथमं सर्वनामस्थान नास्ति कुत्र पुल्लिङ्गे नपुंसकलिङ्गे नपुंसकलिङ्गे उगितजां सर्वनाम एकनिमिष तत्र धातुः तत्र अस्ति तत्र सर्वनामस्थानं नास्ति खलु तत्र नुमागमः न भवति एव सर्वनामस्थानं तु अस्ति खलु सुट् इति प्रत्ययः अस्ति खलु न न तत्र नपुंसकलिङ्गे नपुंसकलिङ्गे नास्ति नपुंसकलिङ्गस्य सुट् अनपुंसकस्य इत्यनेन सर्वनामस्थानं सुट् अनपुंसकस्य नाम नपुंसकलिङ्गे सुट् इति सर्वनामस्थानं न अस्ति परन्तु पुलिङ्गे तु अस्ति अतः सुप्रत्ययः यत् अस्ति पुलिङ्गे सर्वनामस्थानः अस्ति नपुंसकलिङ्गे सर्वनामस्थानं न अस्ति अतः उगितचां सर्वनामस्थाने इति सूत्रेण पुलिङ्गे तु नुमागमः भवति नपुंसकलिङ्गे न भवति अतः पुलिङ्गे रूपं भवति गच्छन् परन्तु नपुंसकलिङ्गे रूपं भवति गच्छन् गच्छत् इदानीं महोदय प्रक्रिया मम प्रश्नः अस्ति उगितचां सर्वनामस्थाने धातोः इति तत्र नुमागमः भवति सर्वनामस्थाने इति तत्र पुल्लिङ्गे अथवा नपुंसकलिङ्गे अपि भवितुम् अर्हति इति अस्ति खलु तत्र सर्वनामस्थानम् अस्ति चेत् सूत्रे किमपि तर्हि तत्र सर्वनामस्थानं जस्य शी तत्र शी इत्य शी सर्वनामस्थानम् इति सर्वनामस्थानं भवति नपुंसकलिङ्गे बहुवचने तत्र नुमागमः अनेन सूत्रेण भवति वा अथवा नपुंसक किमस्ति अत्र नपुंसकस्य जलचः इत्यनेन भवति वा इति प्रश्नः प्रश्नः समीचीनः अस्ति नपुंसकस्य जलचः इति सूत्रेण नुमागमः अस्ति नुं भवति अपि च सर्वनामस्थानम् अस्ति चेत् तदपि भवितुमर्हति खलु तथा सरण जस्ट् शी सर्वनामस्थानम् इत्यनेन तथा मम सर्वदा तत्र भ्रमः भवति केन किमर्थं तादृश अस्ति अतः मम अहं न जानामि तत्र सम्यक् अस्ति उगिदचां सर्वनामस्थाने इति सूत्रेण अपि भवितुं शक्नोति यतोहि सर्वनामस्थानम् अस्ति श्रीप्रत्ययः बहुवचने अपि च नपुंसकस्य झलचः इति सूत्रेण अपि भवितुं शक्नोति यतोहि प्रातिपदिकं यत् अस्ति तत् तकारान्तम् अस्ति तकारान्त इति झल् अस्ति अतः सूत्रद्वयेन भवितुं शक्नोति प्रायः कष्टः नास्ति यतोहि रूपं तु समानमेव भवति खलु उभयत्र नुपाङ्गमः भवति अतः प्रश्नः नास्ति अत्र विरोधः अस्ति चेत् प्रश्नः भवति अत्र तु विरोधः नास्ति परन्तु तदेव भवति यदि कोऽपि पृच्छति चेत् एकमेव वदतु, तर्हि नपुंसकस्य झलजः वदतु, यतोहि परसूत्रमस्ति. परन्तु अत्र प्रायः तस्य विप्रतिषेधः एव नास्ति. रघुपतिमहोदयस्य प्रश्नः किं महोदय? अस्तु, एकनिमिषम् अहम् एकवारं वदामि, तदनन्तरं तस्य प्रश्नः अपि वदामि. तर्हि हा, पुलिङ्गे प्रथमविभक्ति एकवचने तु किं भवति, नुमागमः भवति, परन्तु नपुंसकलिङ्गे न भवति. इदानीं मम प्रश्नः अस्ति, गच्छत् इति प्रातिपदिकम् अस्ति, गच्छत् योगः सु इति व्यवस्था अस्ति, कोऽपि वदतु गच्छत् योगः सु, तस्य सुबन्तपदनिर्माणे क्रमः किं कः कः अस्ति? गच्छत् योगः सु पुलिङ्गे सुबन्तपदनिर्माणं करोतु. सूत्राणि कानि कानि सन्ति वयं सर्वे जानीमः, वदतु कोऽपि. मीना महोदय, गच्छत् योगः सु पुलिङ्गमस्ति, इदानीं सुबन्तपदनिर्माणं करोतु. प्रथमविभक्ति एकवचनं संयोगान्तस्य लोभः भवति प्रथमम्. एकनिमिषः, एतादृशं न करोतु, जम्प् मा करोतु, क्रमेण करोतु. संयोगान्तस्य लोपः तु अष्टमाध्यायः अस्ति खलु, क्रमेण करोतु, अन्यथा दोषपूर्णं भवति. गच्छ न श्रूयते भवतः ध्वनिः, इदानीं श्रूयते वा? भवतः ध्वनिः एव न्यूनम् अस्ति. विजयाभगिन्या ध्वनिः बृहत् अस्ति. न भगिनि, तत्र वयं श्रोतुं शक्नुमः. आमां वयमपि श्रोतुं शक्नुमः. तर्हि अस्तु, तर्हि मध्ये श्रूयते वा? भवतः ध्वनि न्यूनमेव. अस्तु, गच्छत् योगः सु इति करोतु, अहं भवत्याः ध्वनि श्रोतुं शक्नोमि. गच्छत् योगः सु गच्छत् योगः सु प्रथमं सु मध्ये इत् संज्ञक किम् अस्ति? सकारः, उकारः उकारः इति संज्ञा भवति, सकारः एव अवतिष्ठते. तत्र गच्छत् योग सकार इस् तत्र, तदनन्तरं संयोगान्तस्य लोपः. किं संयोगः कुत्र आगच्छति इदानीं? भवति किल अरे, परन्तु तस्मात् एकनिमिषं, तस्मात् पूर्वं सूत्रं किमपि अस्ति खलु, अस्माभिः इदानीमपि दृष्टं खलु. उगितचां सर्वनामस्थाने अधातोः इत्यनेन किं तत्र नुमागमः भवति, गच्छन् इन्द इत् इस् भवति, गच्छन्त किल योगः इस् खलु, गच्छन्त गच्छन्त इस् भवति. अग्रे अग्रे तत्र सकारः लोपः केन सूत्रेण? तत्र संयोगान्तस्य लोपः भवति किल? न, केन सूत्रेण सकारः लोपः भवति तत्र? जानाति भवती, जानाति अस्माभिः सन्धिप्रक्रियायां बहु बहु बहुवारम् इति सूत्रं पठितम्. अल्गाभ्यो अङ्गाभ्यो दीर्घात् श्रुति सपृत्तम् इत्यनेन सकारः तकारः एतत् अपगच्छति खलु, इति भवति लोपं भवति. हल्न्याभ्यो दीर्घात् हलन्त हलन्तशब्दात् परे सु टि सि इत्यस्य अपृक्तरूपमस्ति चेत्, सु अपि अस्ति खलु, सूतस्य अपृक्तरूपम् इत्युक्ते इस् गच्छन् योगः स अत्र तकारान्तपदम् शब्दः अस्ति, तदनन्तरं सकारः अपृक्तसूप्रत्ययस्य अपृक्तरूपं स अस्ति, अतः हल् नाभ्यो दीर्घासुतिसुप्रत्यं हल् इत्यनेन सकारस्य लोपः भूत्वा किं भवति? गच्छन्त्, हलन्तात् सु सु अपृक्तस्य लोपः वा? सूतं किं भगिनि? हल्याभ्यो दीर्घात् खलु, जानाति खलु, हल्याभ्यो दीर्घात् मया विस्मृतं भगिनि. हल्याभ्यो दीर्घः हल् न्याप्यो दीर्घा सुतिसि प्रक्तं हल् हल् न्याप्यो दीर्घात् सुतिं प्रक्तं हल् स्वसकारस्य लोपः भवति गच्छन्त्. इदं सूत्रम् इदानीं स्मरति वा? अस्ति खलु अगच्छत् इति टिप् अगच्छत् तत्र न क्षम्यतां, तत्र कुत्रापि वयं दृष्टवन्तः खलु अन्यत्र तिङन्तरूपे अस्माभिः पठितं टिप् प्रत्ययस्य कृते सिप् प्रत्ययस्य कृते सूतिसि तिसि अस्माभिः पठितं खलु. आमाम् इदानीं सूत्रमेव न पठितं, किमर्थं कीदृश कथं विस्मृतम्? इदानीम् अस्माभिः सन्धिप्रकरणम् अस्माभिः तत्र इदं सूत्रं कतिवारम् अस्माभिः पठितं? हल्याभ्यो दीर्घासुदिशि प्रयुक्तं हल् हल्याभ्यो सुप्तिं अप्रक्तं हल् इदानीमपि हल् हलन्तरूपं नि आप् न्यबन्तरूपम् आबन्तरूपम् इति अस्ति चेत् तदनन्तरं सु नाम सुप्रत्ययः अस्ति अथवा तिप् प्रत्ययः अस्ति अथवा सिप् प्रत्ययः अस्ति, तेषाम् अपृक्तरूपम् अस्ति चेत् अपृक्तम् इत्युक्ते किम्? अपृक्तम् इति केवलं हल् हल् वर्णः एव हल् न एकाल एकः एव एक एक हल् हल् वर्णः तस्य अपृक्तरूपम् अस्ति चेत् तस्य लोपः भवति. एतादृशम् अस्माभिः कुत्र पठितं? सन्धिप्रकरणे लङ्लकारे लङ्लकारे प्रथमपुरुष मध्यमपुरुष एकवचने अस्माभिः एतस्य सूत्रस्य बहुवारम् अस्माभिः तस्य पठितं कार्यं पठितम्. किमर्थं? यतोहि लङ्लकारे तिप्सि प्रत्ययस्य एकालरूपमेव तिष्ठति, अपृक्तरूपमेव तिष्ठति, इत् इस् इति एव तिष्ठति, अतः तत्र तस्य प्रसक्तिः भवति. अपि च प्रातिपदिकेषु सुबन्तेषु प्रथमविभक्ति एकवचनं सु तत्र अपि अस्य रूप् भवति. प्रश्नः अस्ति यथा यथा प्रश्नः अस्ति महोदय, भवती एव वदतु किमस्ति नदी नदी इति अस्ति खलु, अथवा लता लता इति अस्ति खलु, तर्हि लता मध्ये प्रथमविभक्ति एकवचनरूपं किम् अस्ति? लतायोग लता महोदय अहं म्यूट् मध्ये आसीत्. लतायोगः सु तत्र एकनिमिषं, रूपं किं भवति लता प्रथमविभक्ति एकवचनं? लता एव सकारः लोपः भवति तत्र. केन सूत्रेण? अनेन एव सूत्रेण, अनेन एव सूत्रेण हल् नियाभ्यो दीर्घ दीर्घ अस्ति खलु, हल् नाभ्यो दीर्घ दीर्घवर्णः अस्ति चेत् तत्र सकारस्य लोपः भवति लता. परन्तु राममध्ये न भवति, रामः इति भवति, यतोहि तत्र दीर्घं किमपि नास्ति, हलन्त अपि नास्ति, नीत् नास्ति, आप् नास्ति, खलु? विद्युत्, विद्युत् तत्र विद्युत् भवति, विद्युत् पुल्लिङ्ग अस्ति खलु, स्त्रीलिङ्ग अस्ति, विद्युत् सम्पत् मत् इति सम्पत् स्त्रीलिङ्ग अस्ति, अस्तु स्त्रीलिङ्ग अस्तु, अस्ति चेत् स्त्रीलिङ्ग अपि भवतु, विद्युत् तत्र हलन्त अस्ति अतः सकारस्य लोपः भवति, विद्युत् एव तिष्ठति, सर्वत्र सु इति प्रत्ययस्य लोपः भवति अनेनैव सूत्रेण, अतः इदं सूत्रं महत्त्वपूर्णसूत्रम् अस्तु, तर्हि गच्छन्त् इति भवति, अग्रे किं भवति, अन्तिमे किं भवति, गच्छन्त् गच्छन् एव तिष्ठति तत्र, गच्छन् गच्छन्तौ गच्छन्तः सकारः अपि अस्ति खलु, गच्छन्त् गच्छन्ति योगः गच्छन्त् तत्र संयोगान्तस्य लोपः, तत्र संयोगान्तस्य लोपः भूत्वा गच्छन् इति एव भवति, अतः पुलिङ्गे गच्छन् परन्तु नपुंसकलिङ्गे गच्छत्, नपुंसकलिङ्गे समागमः न भवति यतोहि नपुंसकलिङ्गे सुप्रत्ययः सर्वनामस्थानसंज्ञकः नास्ति, अतः उगिदच्छां सर्वनामस्थाने इति सूत्रेण कार्यं न भवति, खलु? आम् महोदय, नपुंसकस्य शी सर्वनामस्थानं किल, शी एव सू नास्ति अतः तत्र न भवति, अतः गच्छदेव तिष्ठति, गच्छतु यत् पातिपदिकम् अस्ति तदेव सुबन्तपदम् गच्छतु, अस्तु तर्हि अग्रे इदानीं प्रश्नः अस्ति, गच्छन् नपुंसकलिङ्गे प्रथमाविभक्ति अथवा द्वितीयाविभक्ति बहुवचने रूपं किं भवति, गच्छन्ति कथं भवति, गच्छन्ति सम्यक् ह्रस्व, गच्छन्ति किमर्थं भवति, तत्र गच्छत् इति प्रातिपदिकं योगः षी प्रत्ययः भवति, षी वस्तुतः षस् अथवा जस् अस्ति परन्तु षी सर्वनामस्थाने इत्यनेन षी प्रत्ययः भवति, जषसोषि इत्यनेन षी प्रत्ययः भवति, तस्य षी सर्वनामस्थान इति सूत्रेण सर्वनामसंज्ञा अपि भवति, तर्हि नपुंसकलिङ्गे प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचने गच्छत् योगः षि इति भवति, षि इति सर्वनामस्थानसंज्ञकमस्ति, जषसोषि नपुंसकलिङ्गे किल, आम् केवलं नपुंसकलिङ्गे पुल्लिङ्गेन षि भवति, शकारस्य लोपः इति संज्ञा लशपदीते इत्यनेन ह्रस्व इकारः एव तिष्ठति, गच्छत् योगः इ, इदानीं सर्वनामस्थानसंज्ञकः अस्ति अतः उगिदचां सर्वनामस्थाने इति सूत्रेण अनुमागमः भवति, गच्छन्त् योगः इ रूपं भवति, गच्छन्ति, रघुपतिमहोदयस्य प्रश्नः अस्ति, अस्तु उगिदचां सर्वनामस्थाने अधातोः इत्यनेन गच्छन्ति भवति परन्तु नपुंसकस्य झलचः इति सूत्रेण अपि भवितुं शक्नोति खलु, किमर्थं पश्यतु नपुंसकलिङ्ग नपुंसकस्य झलच इति सूत्रं किं वदति, नपुंसकलिङ्गे झलन्त अथवा अजन्त इति अङ्गम् अस्ति चेत् तस्य नुमागमः भवति सर्वनामस्थानप्रत्ययपरे, शिशि इति प्रति सर्वनामस्थानः अस्ति, गच्छत् इति पद यत् अस्ति नपुंसकलिङ्गे अङ्गं तत् झलन्त अस्ति खलु, तकारः झल्वर्णः अस्ति अतः तस्य नुमागमः अपि भवति, तर्हि गच्छन्त् योगः इ गच्छन्ति, नाम उगिदचां सर्वनामस्थाने अधातोः अथवा नपुंसकस्य झलचः सूत्रद्वयात् एव नुमागमः भूत्वा समान एव रूपं भवति गच्छन्ति, तर्हि महोदयस्य प्रश्नः आसीत् केन सूत्रेण भवति वस्तुतः, तर्हि मम उत्तरमस्ति चिन्ता मास्तु कस्मादपि सूत्रात् करोतु रूपं समानमेव भवति खलु, यत्र विप्रतिषेधम् अस्ति विरोधरूपं भवति तत्र एतादृशचिन्तनस्य आवश्यकता, परन्तु यत्र समानमस्ति तर्हि को किमपि करोतु, अस्तु तर्हि इति अस्ति नपुंसकस्य झलच तर्हि इति अस्ति बहुवचने किम् अस्ति बहुवचने नवसु गणेषु नुमा नित्यं नित्यम् अनन्तरं वैकल्पिकं द्योत्यादिगणे अनन्तरं हा तत् अस्ति अस्तु तर्हि इति तर्हि अस्तु तर्हि बहुवचन किमस्ति मया किं बहुवचने नपुंसकलस्य झलचः इत्यनेन नुमागमः भवति नवसु गणेषु नवसुमागमः भवति भवादिगणे दिवादिगणे दुहत्यादि कुत्रापि कुत्रापि भवति नुमागमः भवति परन्तु जुहोत्यादिगणः अस्ति चेत् वा नपुंसकस्य इति सूत्रेण नुमागमः वैकल्पिकेन वैकल्पिकम् अस्ति आहत्य आहत्य षि प्रत्ययपरे अस्ति नाम प्रथमविभक्ति द्वितीयविभक्ति बहुवचनं नपुंसकलिङ्गरूपं तर्हि जुहोत्यादिगणं विहाय अन्ये सर्वे नवसु गणेषु नुमागमः भवति नुमागमः नित्यमस्ति केन सूत्रेण नपुंसकस्य झलचः इति सूत्रेण नपुंसकस्य झलचः इति सूत्रेण अथवा उग्दचां सर्वनामस्थाने अधातुः इति सूत्रेण किमपि करोतु परन्तु जुहोत्यादिगण अस्ति चेत् रूपं वैकल्पिकमस्ति केन सूत्रेण वा नपुंसकस्य तर्हि पुलिङ्गे नाभ्यस्ताच्छतुः इति सूत्रेण जुहोत्यादिगणस्य प्रातिपदिकम् अस्ति चेत् नुमागमः नित्यं न भवति परन्तु नपुंसकम् अस्ति चेत् तत्र नुमागमः विकल्पेन भवति सर्वनामस्थाने प्रति सर्वे आगच्छन्ति जगोत्यादि अपि यदि जगोत्यादि अस्ति चेत् अपि वा नपुंसकस्य वा जगोत्यादिगण अस्ति चेत् नपुंसकलिङ्गे विकल्पेन नुमागमः भवति पुलिङ्गे तु नुमागमः न भवति न भवति अतः ददत् इति रूपमस्ति तत्र कुत्रापि पुलिङ्गे नुमागमः न भवति ददत् ददतौ ददतः ददतं ददतौ ददतः हलो तत्र कुत्रापि नुमागमः न भवति नाभ्यस्ताच्छतुर्सूत्रेण परन्तु नपुंसकलिङ्गे विकल्पेन नुमागमः भवति तर्हि ददत् ददत् किमस्ति मम हा प्रश्नः अस्ति मम ददत् ददति इति ददत् ददत् द्विवचने किं भवति ददति एव भवति खलु ददति एव भवेत् खलु दीर्घारे दीर्घ ईकारान्तः जगति वा भवति खलु महोदय एकनिमिषम् ददत् योगः षि इति प्रत्ययः अस्ति दीर्घ इकारः अत्र नुमागमः भवति न भवति आर्षि नद्य अवर्णात् अवर्णन्तात् भवेत् तत् अवर्ण नास्ति ददत् अस्ति वा ददत् इति अवर्ण भवति वा अवर्णा भवति ददा इति अहं परन्तु तत्र महोदय तत्र अत्र अकारस्य ओहो अस्तु अस्तु न भवति द्विवचने ददत् ददति ददति इति दीर्घ ईकारान्तः अनन्तरं ददन्ति इति ह्रस्व ईकारः न अस्ति द्विवचने दीर्घ ईकारः तु अस्ति खलु तत्र आचीर्नद्योर्नुम् इति सूत्रेण नुमागमः किमर्थं न भवति तर्हि तत्र नुमागमः भूत्वा ददन्ति किमर्थं न भवति आची नद्योर्नुम् इति अवर्णान्त इति अत्र आकारस्य लोपः भवति खलु तत्र तत्र लोपः भवति खलु अतः दद् एव दद् इति अस्ति अङ्गम् अतः दद् दद् योग अति अत् ददत् इति अत्र अङ्ग दद् इत्येव अङ्गम् अदन्ताङ्गं नास्ति शत्रुप्रत्ययस्य अतः न भवति खलु एकनिमिषं महोदय विकल्पं कृत्वा ददा भवति ददा योगः अत् खलु इदानीम् अकारस्य लोपः भवति केन सूत्रेण अहं विस्मरामि अकारस्य लोपः केन सूत्रेण भवति सूत्रमस्ति महोदय तत्र किमस्ति अत्र ईहल्यगोः इति अस्ति खलु किमस्ति अत्र एक ईहल्यगोः अपि एकमस्ति ईहल्यगो अस्ति वा अत्र गृह्णाति गृह्णीतः गृह्णन्ति तत्र तत्र ईहल्यगोः इति तत्र घूसञ्जकस्य तत्र एकनिमिषः तत्र आकारस्य लोपः भवति खलु महोदय तत्र दत्तः इति खलु ददति दत्तः इति खलु तत्र दत्तः केन सूत्रेण भवति एकनिमिषः अहम् अपि विस्मृतवान् इदानीं दा धातु अस्ति खलु इत्यनेन आकारस्य लोपः भवति परन्तु अत्र ईकार आदेशः भवति खलु अतः एतत् सूत्रं नास्ति अपि च एतत् सूत्रं नास्ति रातः इत्यनेन तत्र इत्यनेन तत्र तत्र अकारस्य लोपः भवति अतः इदानीम् अदन्त अनदन्तमङ्गं भवति तत्र चतुर्थस्य कृते अतः नत्र भवति उत्तमं बहु उत्तमं तर्हि पश्यतु ददा दा धातुः अस्ति दा योगः शत्रिप्रत्ययः द्वित्वं कृत्वा ददा योगः अत् इदानीम् अत् इति अपित् अस्ति खलु अतः श्नाभ्यस्तयोरातः इति सूत्रेण कित्निस् प्रत्ययपरे श्ना नाम क्रियादिगणे अथवा अभ्यस्त अङ्गम् अस्ति चेत् आकारस्य लोपः भवति अतः दद् योगः अत् अतः शत्रिप्रत्ययस्य कृते यत् अङ्गम् अस्ति तत् अवर्णात् अङ्गं नास्ति दकारान्तम् अङ्गम् अस्ति अतः आचीर् नद्योर्नुम् इति सूत्रस्य प्रसक्तिः एव न भवति प्रसक्तिः एव न भवति चेत् नुमागमः कुतः भवति न भवति अतः ददति इति रूपं भवति न तु ददन्ति ददति एव रूपं भवति परन्तु बहुवचने किं भवति ददन्ति किमर्थं ददत् योगः ह्रस्व इकार ह्रस्व इकारः अस्ति ह्रस्व इकारः इति सर्वनामस्थानसंज्ञकः अस्ति केन सूत्रेण षि सर्वनामस्थानं तर्हि ददत् योगः षि इ इदानीं वा नपुंसकस्य इति सूत्रं किं वदति अभ्यस्तात् अभ्यस्तङ्गमस्ति ददत् शतुः नपुंसकस्य शत्रिप्रत्ययः अस्ति नपुंसकलिङ्गः अपि अस्ति तस्य सर्वनामस्थानसंज्ञकप्रत्ययपरे नाम षि प्रत्ययपरे विकल्पेन नुमागमः भवति अतः एकरूपमस्ति ददति अन्यरूपमस्ति ददन्ति आहत्य दाधातु कृते पुलिङ्गे भवति ददत् ददतौ ददतः ददतं ददतौ ददतः नपुंसकलिङ्गे भवति ददत् ददति ददन्ति अथवा ददति ददन् ददति ददन्ति अथवा ददति ददति इति नाम विकल् बहुवचने नुमागमः विकल्पेन भवति इति अस्तु अस्तु तर्हि केन सूत्रेण वा नपुंसकस्य सर्वे अवगच्छन्ति खलु आं महोदय किञ्चित् तत्र भवति परन्तु अस्ति सम्यक् अस्ति सम्यक् अस्ति खलु आमां स्पष्टं सर्वदा भ्रमः भवति तत्र पठितं पुनः पुनः पठन् तत्र तर्हि जुहोत्यादिगणधातुः अस्ति चेत् विकल्पेन भवति नुमागमः केन सूत्रेण वा नपुंसकस्य अन्य किमपि अन्यगणः अस्ति चेत् नित्यं भवति नुमागमः नपुंसकः केन सूत्रेण नपुंसकस्य झलज तर्हि पश्यतु यथा रघुपतिमहोदयेन उक्तं शत्रन्तस्तवन्तप्रकरणं बहु क्लिष्टकरं भवति कुत्र नुमागमः भवति कुत्र न भवति न जानीमः रटनं करोति अद्यपर्यन्तं रटनम् आवश्यकं परन्तु इदानीं यदि वयम् एते अष्ट सप्त अष्ट यदि सूत्राणि यदि वयं मस्तिष्के स्थापयामः तेषाम् अर्थम् अपि जानीमः तर्हि रटनस्य आवश्यकता नास्ति सूत्राणि जानीमः चेत् रूपं बहु सरलं भवति इति एव वैशिष्ट्यमस्ति सूत्राणाम्। अस्तु, इदानीं स्त्रीलिङ्गे समाप्तं करोतु विजया महोदय, स्त्रीलिङ्गे। आम्, स्त्रीलिङ्गे शप्श्यनोर्नित्यम् इत्यनेन द्वादौ द्विवादौ चुरादौ च नुम् नित्यं भवति। स्त्रीलिङ्गे अपि नपुंसकलिङ्गे अपि शप्श्यनोर्नित्यं, तत्र चुरादौ, अत्रापि चुरादौ स्त्रीलिङ्गे, अनन्तरं नपुंसकलिङ्गे नुम् नित्यं भवति इति। अनन्तरम् आचीन स्त्रीलिङ्गे अपि आचीन आचीन् नद्योर्नुम् इत्यनेन तुदादौ नुम् वैकल्पिकं भवति। एकस्मिन् पक्षे नुम् भवति, अन्यस्मिन् पक्षे नुम् न भवति इति। अपरेषु गणेषु स्त्रियाम् अवर्ण अभावात् नुम् नैव भवति। तर्हि स्त्रीलिङ्गितसमये पठितम्। इदानीं पश्यतु, शप् शनोर्नित्यम् आचीर्नद्युद्युम्, अत्र शी प्रत्ययपरे अथवा नदी प्रत्ययपरे। शी प्रत्ययस्य कार्यम् अस्माभिः नपुंसकलिङ्गे द्विवचने पठितम्। इदानीं नदी प्रत्ययः अस्ति स्त्रीलिङ्गे, नदी प्रत्ययः, नी प्रत्ययः नदी प्रत्ययेषु भवति। तर्हि स्त्रीलिङ्गप्रत्ययः नी प्रत्ययपरे अस्ति चेत् शप् शनोर्नित्यम् इति सूत्रेण भवादिगणे द्विवादिगणे तु नित्यं भवति नुमागमः, गच्छन्ति पठन्ति इति भवति। तुदादिगणे वैकल्पिकं भवति, लिखति अथवा लिखन्ति। अदादिगणस्य अकारान्तधातूनां कृते अपि वैकल्पिकेन भवति। ज्योत्यादिगणे तु न भवति एव। किमर्थं? ज्योत्यादिगणे आकारान्तधातुः अस्ति चेत् तस्य आकारस्य लोपः भवति स्नाभ्यस्त्योरातः इति सूत्रेण। अवर्ण अङ्गमेव न तिष्ठति, न तिष्ठति चेत् सूत्राद्वयस्य प्रसक्तिः एव न भवति, अतः तत्र नुमागमः न भवति। दा धातु शत्रन्तप्रातिपदिकं स्त्रीलिङ्गं किं भवति? ददति। अन्येषु गणेषु अपि नित्यमेव नुमागमः न भवति इति अस्ति। सर्वे आगच्छन्ति? तर्हि अस्माभिः नुमागमः कुत्र कुत्र भवति, कुत्र कुत्र न भवति इति अस्माभिः पठितम्। अस्तु, प्रश्नः अस्ति वा? पश्यतु, पृच्छतु। नास्ति महोदय, तत्र लेखनीयं महोदय, किं महोदय तत्र पुल्लिङ्गे स्त्रीलिङ्गे किमपि भ्रमः नास्ति, नपुंसकलिङ्गे तत्र तत्र किञ्चित् भ्रमः, अधिकसूत्रमस्ति, अधिकानि सूत्राणि सूत्राणि सन्ति, परन्तु तत्र भ्रमः अपि नास्ति, सूत्राणि अधिकानि सन्ति। सत्यम् अपि अस्ति, तत्र एकमस्ति नुमागमः, पुल्लिङ्गे नपुंसकलिङ्गे सुबन्तप्रक्रियां भवति, स्त्रीलिङ्गे तत्र प्रातिपदिकनिर्माणसमये भवति, खलु महोदय? स्त्रीलिङ्गे प्रातिपदिकनिर्माणसमये पुल्लिङ्गे नपुंसकलिङ्गे सुबन्तप्रकरणनिर्माणसमये, आम्, यतोहि त्रिलिङ्गे मध्ये पुनः एकः प्रत्ययः आगच्छति खलु, नीप्, आम् प्रत्ययः आगच्छति, तदनन्तरं सुबन्त सुप्रत्ययः भवति। नाम शत्रन्तप्रातिपदिकात् साक्षात् अनन्तरं प्रत्ययः कः? तर्हि पुल्लिङ्गे नपुंसकलिङ्गे साक्षात् अनन्तरं तु सुप्रत्ययः अस्ति, परन्तु स्त्रीलिङ्गे मध्ये नीप्रत्ययः आगच्छति खलु, अतः त्रिलिङ्गे प्रातिपदिकनिर्माणे एव सूत्रस्य प्रसक्तिः भवति, पुल्लिङ्गे नपुंसकलिङ्गे सुबन्तनिर्माणे, परन्तु सूत्राणि समानानि सन्ति। अस्तु, अग्रे पठतु महोदय, भवानेव पठतु। पुल्लिङ्गे शत्रन्तानां, पुल्लिङ्गे शत्रन्तानां सुबन्तनिर्माणं, सुबन्तानां शब्दानां निष्पादनार्थं सर्वत्र सु औजस् इत्यादीनां सुप्रत्ययानां संयोजनम्। अत्र शत्रन्तप्रसङ्गे यथा सकारान्तशब्दानां प्रक्रिया भवति तत्र साम्यम् अस्ति, किन्तु कश्चन अतिमहत्त्वपूर्णभेदः। शत्रन्तप्रसङ्गे विभक्तिक्रमे प्रथमपञ्चसु रूपेषु द्वितीयविभक्तेः द्विवचनान्तरूपपर्यन्तं नवसु गणेषु नुमागमः भवति। अनेन कारणेन शत्रन्तप्रातिपदिकं तकारान्तशब्दः इति तु न वदामः, शत्रन्तशब्दः इत्येव वदामः पाणिनेः यथा. यतोहि किमर्थं, यतोहि सामान्यतकारान्तशब्दः यत् अस्ति तत् नुमगम नास्ति खलु, यतोहि न भवति. परन्तु शत्रन्तरूपं यद्यपि तत्र तकारान्त अस्ति तत्र तत्र नुमागमः भवति, अतः तस्य एकः विशेषः वर्गः एव भवति. तकारान्तशब्दः इति न उक्त्वा शत्रन्तशब्दः इति वदेम इति लिखितम् अस्तु. अग्रे पाणिनेः यथा कार्याणि भवन्ति तदनुसृत्य नामकरणं भवति. उदाहरणं यदा नाभ्यस्ताशतुः न अभ्यस्ताशतुः इव विशिष्टसूत्राणि सन्ति तदा ज्ञेयं यत् शत्रन्तानां पृथक्तया श्रेणी भवेत्. शास्त्रीयकार्यानुसारं श्रेण्यः भवन्ति, कार्यं पृथक् चेत् श्रेणी पृथक् इति बोध्यम् इति अस्ति. विशिष्टसूत्राणि सन्ति अत्र सर्वनाम, अतः एव सर्वनामसंज्ञा वयं जानीमः सुडनपुस्तकस्य इति प्रथम अध्यायस्य प्रथमपादस्य त्रिचत्वारिंशत्तमं सूत्रमस्ति. सुट् प्रत्याहारेषु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुस्तकलिङ्गे न. सुट् प्रत्याहारेषु औजस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः. न नपुंसकम् अनपुंसकं नहि तत्पुरुषमासः तस्य अनपुंसकस्य सुप्रथमान्तम् अनपुंसकस्य षष्ट्यन्तं द्विपदविधसूत्रं श्रीसरणमस्थानमित्यस्मात् सरणमस्थानमित्यस्य अनुवृत्तिः अनुवृत्तसूत्रमस्ति. सुट् सरणमस्थानम् अनपुंसकस्य इति वयं जानीमः पञ्चसु स्थलेषु सरणां संज्ञा भवति इति अस्ति. तर्हि अग्रे किमपि नास्ति, संज्ञासूत्रमस्ति. सर्वनामस्थान इत्युक्ते किं, नपुंसकलिङ्गं नास्ति चेत् सुवौजस् अम् औट्. तर्हि अस्य सूत्रस्य पठनात् प्राक् मम सर्वदा मनसि एकः प्रश्नः भवति, प्रश्नः आसीत् यत् द्विवचने प्रथमपुरुष एकवचने द्विवचने प्रथम द्वितीय प्रथमविभक्ति द्विवचने द्वितीयविभक्ति द्विवचने सर्वदा रूपं समानम् अस्ति खलु, कुत्रापि वदतु सर्वदा रूपं समानम् अस्ति. आमां, परन्तु प्रत्ययः भिन्नम् अस्ति. प्रथमविभक्ति अस्ति औ, द्वितीयविभक्ति अस्ति औट्. तर्हि सर्वदा मम मनसि प्रश्नः आसीत् यत् प्रत्ययः एकः औ अस्ति एकः औट्, तत् टकारस्य किं महत्वम्? अनेन सूत्रेणैव टकारस्य महत्वं भवति. टकारस्य तत्र वैशिष्ट्यं किं, टकारस्य सुट् प्रत्याहारनिर्माणार्थं वा जानितुं शक्नुमः यत् सुट् प्रत्याहारः अस्ति. पाणिः इच्छति यत् प्रथमपञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकः भवेत्. तत्र कथं सः निर्दिशति सर्वदा प्रत्याहारस्य सहायतया, प्रत्याहारकृते प्रत्याहारः किं भवति, प्रथम वर्णात् अन्तिमवर्णात्. तर्हि सु इति प्रथमवर्णः अस्ति, तर्हि सु, तर्हि ट. इदानीं टकारः नास्ति चेत् औ इति प्रत्ययस्य तकारः नास्ति चेत् कथं जानीमः कुत्र पर्यन्तं गच्छामः? प्रथमविभक्ति द्वितीयवचनपर्यन्तं गच्छामः, द्वितीयविभक्ति द्विवचनपर्यन्तं गच्छामः सर्वनामस्थानसंज्ञकसर्वनामस्थानसंज्ञक परिभाषया. अतः तेन टकारस्य तत्र स्थापनं कृतं येन सुट् प्रत्याहारस्य निर्माणं भवति. सुट् प्रत्याहारस्य निर्माणं भवति तदनन्तरं वयं जानीमः यत् प्रथमपञ्चप्रत्ययाः एव सर्वनामस्थानसंज्ञकाः सन्ति. अन्यथा टकारस्य किमपि तत्र अन्य किमपि तत्र तस्य महत्वं नास्ति. केवलं सर्वनामस्थानसंज्ञा इति सर्वनामस्थानसंज्ञा कृते एव तत्र टकारस्य स्थापनं कृतं सुट् इति प्रत्याहारस्य निर्माणं कृते. पश्यतु वैलक्षणं पश्यतु. पाणिनिनः वैलक्ष तत्र विचारः विचारं पश्यतु. टकारः तत्र स्थापितं, किमर्थं टकारः स्थापितं, टकारस्य महत्वं किं, सुट् प्रत्याहार, सुट् प्रत्याहार अतः सर्वनामस्थाने. श्रदागच्छन्ति खलु, अवगतं. किमर्थं केवलम् एकसूत्रस्य सूत्रकारणेन एव टकारः इत्संज्ञा भवति तत्र? अन्य अन्य इस् देर् अ शार्टर् वे टु डू द सेम् थिङ्ग् सः इच्छति यत् प्रथमपञ्चप्रत्ययाः सर्वनामस्थानप्रत्ययाः सन्ति इति सः घोषितुम् इच्छति तर्हि इस् देर् एनी शार्टर् वे आफ् सेयिङ्ग् दिस् फैन् परन्तु नास्ति परन्तु पञ्चम वर्णः तत्र न पञ्चमवर्णः नास्ति प्रत्याहारस्य वर्णः सुप् प्रत्याह सु औट् जस् अम् औट् तत्र औ तत्र सर्वनामस्थानं संज्ञा कृत्वा लाभमस्ति वा नास्ति खलु यदि सः सम्पूर्णं लिखितं सु औ जस् अम् औ इति सर्वनामस्थानसंज्ञा अनपुंसकस्य तर्हि सूत्रं दीर्घं भवति खलु प्रत्याहारेण किं भवति प्रत्याहारेण लाघं भवति अतः लघु भवति तस्मात् एव्रिथिङ्ग् इस् बेस्ड् अपान् मेकिङ्ग् इट् एस् शार्ट् एस् पासिबल् संज्ञाकरणं लाघवार्थम् एव पुनः रिपीटेशन् न भवति अतः द शार्टेस्ट् इस् टु हेव् प्रत्याहार प्रत्याहार अस्ति अतः यु नीर् द फस्ट् अल्फाबेट् विट् द लास्ट् अल्फाबेट् देट्स् वै आर्टिफिशियलि पुट् अ लास्ट् अल्फाबेट् टकारः सो एस् टु इतासहित आदिरन्ते क्रियेट् एण्ड् द टकार एनीवे गोस् अवे हलन्त्यमिति सूत्रेण संज्ञा भवति तस्य अन्य किमपि महत्त्वं नास्ति केवलं प्रत्याहारनिर्देशनम् अन्य किमपि नास्ति अस्तु अग्रे उगिबचामिति सूत्रं पठतु तदनन्तरं विरमामः आं महोदय उगिदचां सर्वनामस्थाने अधातोः पठनीयं वा महोदय नूतनमस्ति खलु अस्तु उगिदचां सर्वनामस्थाने अधातोः सर्वनामसंज्ञकप्रत्यये परे धातुभिन्नः उगितः नुमागमः भवति यस्मात् अञ्चुधातोः नकारलोपः जातः तस्य अच् धातोः अपि नुमागमः भवति इति अस्ति तत्र अचाम् इति अत्र अच् इति धातुः अस्ति अञ्च् इति धातुः तस्य नकारलोपे जाते पुनः नुमागमः भवति इति अस्ति तत्र धातोः अपि भवति इति अस्ति उक् इत् येषां ते उगितः बहुव्रीः उगितश्च अचच अच अच्च तेषामित्र द्वन्द्वः उगितचः तेषाम् उगितचाम् न धातुः अधातुः नैतत्पुरुषसमासः तस्य अधातोः उगितजां षष्ट्यन्तं स्वर्णामस्थाने सप्तम्यन्तम् अधातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् इदितो नुम् धातुः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्स इति सूत्रमस्ति स्वर्णामस्थाने अधातोः उगितचाम् अङ्गानां नुम् भवति इति अस्ति तत्र नुमागम् अच् धातु अञ्च् धातु अस्ति ओ ओ अस्ति आम् तर्हि अच् इत्युक्ते किं तर्हि सर्वनामस्थानसंज्ञकपदे धातुभिन्न उदित अङ्गम् अस्ति चेत् नामशत्रन्त अङ्गम् अस्ति अथवा अच् इति अङ्गम् अस्ति चेत् अच् इत्युक्ते किम् अच् इत्युक्ते अजन्तम् अङ्गं न अच् इत्युक्ते विशेषमस्ति अञ्चु धातु अस्ति खलु अञ्चु धातु तत्र यत्र अञ्चुधातुमध्ये नकारस्य लोपः भवति लोपः भूत्वा अच् एव भवति तादृश अच् धातोः अपि नुमागमः पुनः भवति नाम अचाम् इत्यनेन केवलम् एकमेव धातु एकः एव धातुः अञ्चुधातुः इति ग्रहणीयम् इति ग्रहणीयम् अस्तु तत्र नुमागमः भवति हा अस्तु तर्हि अग्रे पठतु अनेन नमसु अनेन नवसुगणेषु स्वर्णामसंज्ञकेषु स्वर्णामस्थानसंज्ञकेषु प्रत्ययेषु परेषु पुल्लिङ्गे नुमागमः भवति भ्वादौ भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ इति पञ्चसुतलेषु दिवादौ दीव्यन् दीव्यन्तौ दीव्यन्तः दीव्यन्तं दीव्यन्तौ सुदादौ तुदन् तुदन्तौ तुदन्तः तुदन्तं तुदन्तौ इति चुरादौ चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ इति अदादौ सन् सन्तौ सन्तः सन्तं सन्तौ इति स्वादौ चिन्वन् चिन्वन्तौ चिन्वन्तः चिन्वन्तं चिन्वन्ति रुदादौ रुन्धन् रुन्दन्तौ रुन्दन्तः रुन्दन्तं रुन्धन्तौ इति तनादौ कुर्वन् कुर्वन्तौ कुर्वन्तः कुर्वन्तं कुर्वन्तौ क्रादौ क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणन्तं क्रीणन्तौ इति. परन्तु तत्र जुवत्यादिगणे न अभ्यस्ताश्चतुः इत्यस्य तत्र निमागमः न भवति इति अस्ति. नवसु गणेषु एव भवति इति अस्ति. रूपं किं भवति? ददत् ददत् ददतौ ददतः ददतं ददतौ इति भवति. धन्यवादः महोदय. तर्हि एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? एतानि नुमागमस्य सूत्राणि पुनः एकवारं पठन्तु सर्वे. एतत् द्रष्टव्यं महोदय, एकवारं एकवारं द्विवारं कुत्र कुत्र एतत् नुमागमः भवति, वैकल्पिकः भवति, स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे किं भवति, एतत् सर्वं द्रष्टव्यं. सत्यं, पुल्लिङ्गे कुत्र किं भवति, कुत्र विकल्पेन भवति, कुत्र नित्यं भवति, कुत्र न भवति, नपुंसकलिङ्गे किं, स्त्रीलिङ्गे किम् इति एकवारं सर्वं पुनः एकवारं द्विवारं त्रिवारं पठतु, येन मस्तिष्के स्थापितं भवति. अस्तु, तर्हि इदानीं विरमामः. अग्रिमरविवासरे पुनः मेलि. धन्यवादः, नमस्कारः, शुभरात्रिः. धन्यवादः.